नमस्सर्वेभ्यः अस्माकं व्याकरणवर्गे भवतां सर्वेषां स्वागतम्। अस्माकं प्रवर्तमानः विषयः अस्ति तिङ् प्रत्ययानां स्थितिः द्वितीयभागः इति। तत्र एतावता लट् लकारः लोट् लकारः अनयोः परस्मैपदीप्रत्ययानां सिद्ध तिङ् प्रत्ययाः के इति अस्माभिः ज्ञाताः। अधुना परस्मैपदीप्रत्ययानाम् एव तत्र लङ् लकारे अपि च विधिलिङ् लकारे सिद्धप्रत्ययाः के, तत्र प्रक्रिया कथम् अस्ति इति विषयः प्रवर्तमानः अस्ति। तर्हि लङ् लकारस्य विषये तत्र कोऽपि वक्तुमिच्छति वा? अत्र कः लक्ष्मीभगिनी वदतु, लङ् लकारस्य सिद्धप्रत्ययः तत्र कथं निष्पन्नः? आं भगिनि, परस्मैपदीधातूनां लङ्लकारस्य सिद्धतिङ् प्रत्ययाः भवन्ति। त ताम् अन् स तं ता अं वा मा इति सिद्धतिङ् प्रत्ययाः भवन्ति। तेषु क्रमेण वक्तव्यं वा झटिति भगिनि? क्रमेण वदतु, क्रमेण एकवारं वदतु, कथं सिद्ध ये प्रत्ययाः इदानीम् उक्ताः कथं सिद्धाः ते? अस्तु, तत्र ब्रह्मपुरुष एकवचने तिप् इति प्रत्ययः, तस्य पकारस्य लोपः भूत्वा ति इति तिष्ठति। तत्र इतश्च इति सूत्रेण इकारस्य लोपः भवति, केवलं तु इति अवशिष्यते। तत्र तु इति एव सिद्धतिङ् प्रत्ययः। ततः परं जि इत्यत्रापि समान एव, जि इत्यत्रापि जकारस्य इकारः लुप्यते इतश्च इति सूत्रेण, तत्रापि केवलं जु इति अवशिष्यते। तत्र पुनः झोन्तः इति सूत्रम् आगच्छति, झकारस्य स्थाने अन्त् इति आगच्छति। ततः परं तत्र संयोगान्तस्य लोपः इति सूत्रं प्रवर्तते, तेन अन्त् इत्यस्य संयोगः नकारतकारः अस्ति। तयोः अन्तिमवर्णः तकारः लुप्यते, तदर्थं केवलं न इति एव अवशिष्यते। तदर्थं तत्र अन् इति रूपं भवति, अन् अन्त् इत्यत्र अन् इति एव अवशिष्यते। पुनः द्विवचने तस् इति प्रत्ययः अस्ति, तत्र तकारः न तत्र तस् इत्यस्य आदेशः भवति, तस्तस्तमीपां तान्तन्तामः इत्यनेन ताम् इति आदेशः भवति, तदेव तिष्ठति, ताम् इति एव तिष्ठति। पुनः मध्यमपुरुषे एकवचने सित् इत्यत्र पकारस्य लोपः इत्सम्न इत्सम्ना इति कारणेन, सि इत्यत्र इक इतश्च इति सूत्रम् आगत्य इकारस्य लोपः भवति, केवलं स इति अवशिष्यते। पुनः थस्थ तत्र द्विवचने बहुवचने च, थस्थ इत्यत्रापि तं त इति आदेशौ भवतः, तत्र अन्य किमपि कार्यं नास्ति। पुनः उत्तमपुरुष एकवचने मित् इत्यत्र पकारः इत्सज्ञा, तस्य लोपः, मि इत्यत्र इकारस्य लोपः, क्षम्यतां, मिप् इत्यत्र अम् इति आदेशः भवति, तदर्थं केवलम् अम् इति एव अवशिष्यते, तत्र अन्य किमपि कार्यं नास्ति। पुनः द्विवचने बहुवचने वस् मस् इत्यत्र नित्यः इति सूत्रेण नित् लकारेषु उत्तमपुरुषप्रत्ययस्य सकारान्तस्य सकारः लोपः भवति इति एतत् सूत्रं वदति, तेन सकारः लोपः भवति, केवलं व म इति अवशिष्यते। एतादृशं सम्यक् सम्यक्। तर्हि इदानीमपि अत्र अधुनापि एकः प्रश्नः अवशिष्टः गृहपाठरूपेण, मिप् इत्यत्र इदानीं मीना भगिनी आगच्छतु, मिप् इत्यत्र कयोः सूत्रयोः प्रसक्तिः तत्र, अथवा केषां सूत्राणां प्रसक्तिः? मित् इत्यस्य इतश्च अपि च तस्तस्ताम् इव तं अवह आमः इति सूत्रद्वयं प्रसक्तिः अस्ति. तर्हि तत्र चिन्तनं किमस्ति? मम चिन्तनं अम् इति द्वयोः सूत्रयोः विप्रतिषेधे इति भवितुं न शक्यं. किमर्थमिति चेत् अन्यत्र अन्यत्र लब्ध अवकाशः नास्ति अम् मिपः अम् इति स्थाने. अत्र एव लङ् प्रत्यये उत्तमपुरुषे एकवचनं एव अम् भवति. तस्मात् विप्रतिषेधे इति तत्र प्रसक्तिः नास्ति. किमर्थं किमर्थम् अम् भवति इति चिन्तनम् तस्तस्तां विपः इति सूत्रे तस्थाने तां भवति, तस्थाने तं भवति, तस्थाने त भवति, मिप् स्थाने अम् भवति इति निर्दिष्टं. प्रति स्थाने प्रति प्रत्ययः भवति. प्रत्ययस्थाने उक्तं तत्र तां तं तम् इति. तस्मात् यदि अम् अत्र न भवति अस्मिन् सूत्रे व्यर्थं भवति. पाणिनीयसूत्रस्य तस्य भागः व्यर्थं भवति तस्मात् इति चिन्तयामि. बहु समीचीनम् अस्तु. तर्हि हा सम्यक् इत्युक्ते तत्र यद्यपि द्वयोः सूत्रयोः प्रसक्तिः अस्ति, तश्च तस्तस्तमसां तान्तन्तामः इति सूत्रद्वयमपि पश्यामः चेत् द्वयोः सूत्रयोः तत्र एकं निमित्तमस्ति णित्सु लकारेषु. णित्सु लकारेषु एव, णित्सु लकारेषु इत्युक्ते तस्मिन् विषये एव, वस्तुतः निमित्तं नास्ति परन्तु विषयसप्तमी, तस्मिन् विषये एव तत्र इतश्च इत्यनेन इकारस्य लोपः, तस्थसमीपां तान्तन्तामः इत्यनेन एते आदेशाः भवन्ति णित्सु लकारेषु इति उक्तम्. तर्हि यत्र यत्र णित्सु लकारेषु मिप् इति प्रत्ययः अस्ति तत्र तत्र तस्थसमीपां तान्तन्तामः आगच्छति. यत्र यत्र तस्थसमीपां तान्तन्तामः आगच्छति णित्सु लकारेषु तत्र तत्र इतश्च इति अपि आगच्छति. अतः द्वयोः युगपत् प्रसक्तिः अस्ति, सर्वत्र युगपत् प्रसक्तिः अस्ति. तर्हि इदानीं विप्रतिषेधे परं कार्यं भवति वा न वा इति चिन्तयामः चेत् तत्र अन्यत्र अन्यत्र लब्धावकाशः अस्ति वा इति द्रष्टव्यम्. इदानीम् इतश्च इति सूत्रस्य इदानीं तत्र किम् अत्र शोभा भगिनी वदतु, इतश्च इति सूत्रस्य अन्यत्र लब्धावकाशः अस्ति वा? नमस्ते भगिनी. नमस्कारः. इतश्च इति सूत्रस्य णित्सु अस्ति, अपि च लस् णितः णित्सु, एकनिमिषं भगिनि, णित् लकारस्य स्थाने यः परस्मैपदी ह्रस्व इकारान्त तिङ् प्रत्ययः तस्य अन्ते एकारस्य लोपो भवति. तत्र णित्सु णित्सु एव अस्ति, किन्तु तत्र तु तस्थस्थमितां तान्तन्तामः इति अभवत् मिप् इत्यस्य, इतश्च इति निषेधः अभवत् तत्र. तस्थस्थमितां तान्तन्तामः तत् तत्र न भवति चेत् तस्य प्रसक्तिः केवलं तस् थस् था अपि च मिप् इत्येषु प्रत्ययेषु एव भवति. इतश्च इति यत्र णित्सु प्रत्ययेषु भवति, अन्यत्र लब्धावकाशः अस्ति इति कृत्वा तत्र तस् कुत्र अस्ति अन्यत्र लब्धावकाशः? इतश्च इत्यस्य यथा पूर्वं भवती भगिनी उक्तवती इतश्च इत्यस्य तिप् इत्यस्मिन् झि इत्यस्मिन् सिप् इत्यस्मिन् लब्धावकाशः आसीत् किन्तु तस्थस्थम्पम् इत्यस्य हा बहु समीचीनं सम्यक् हा वदतु हा अतः तत्र इतश्च इत्यस्य किं तत्र अपवादः भवति किल निषेधः अथवा अपवादः भवति अतः तत्र तस्थस्थमित्पां तान् तन् तामः इति सूत्रस्य एव प्राप्तिः भवति सत्यम् अन्यत्र लब्धावकाशः इत्युक्ते तादृशस्थलं यत्र एकस्य सूत्रस्य प्रसक्तिः प्राप्तिः अस्ति इत्युक्ते तिप् सिप् झि इत्यत्र त्रिषु स्थलेषु तत्र केवलम् इतश्च इत्यस्यैव प्रसक्तिः अस्ति प्राप्तिः अपि अस्ति तत् तेषु स्थलेषु तस्थस्थमीपां तान्तं तामः इत्यस्य प्रसक्तिः एव नास्ति तादृशस्थलमेव अन्यत्र लब्धावकाशः इत्युक्ते पृथक्तया तस्य कार्यक्षेत्रम् अस्ति इतश्च इत्यस्य कार्यक्षेत्रं पृथक्तया अस्ति एतेषु स्थलेषु तस्य अवकाशः अस्ति परन्तु तादृशं नास्ति तस्थस्थमीपां तान्तं तामः इत्यस्य किमर्थं नास्ति किमर्थम् इत्युक्ते तस्य प्रसक्तिः यत्र यत्र तस्थस्था अपि मिप् प्रत्ययः सन्ति तत्र एव भवति हा इदानीं मिप् इति एव स्वीकुर्मः यतोहि अस्माकं विषयः मिप् इति अस्ति तर्हि मिप् यत्र यत्र मिप् अस्ति तत्र तत्र सर्वत्र तस्थस्थमीपां तान्तं तामः इति आगच्छति कार्यं कर्तुम् इतश्च इति अपि आगच्छति कार्यं कर्तुम् इत्युक्ते एतान् स्थलान् एते स्थलाः ये स्थलाः सन्ति तान् विहाय स्थलम् इति न पुंसक्ले हा एतानि स्थलानि यानि सन्ति तानि विहाय अन्यत्र कुत्रापि नास्ति अवकाशः तस्थस्थमीपाम् इत्यत्र अन्यत्र कुत्रापि अवकाशः नास्ति इति कृत्वा तत्र तस्य अन्यत्र अवकाशः नास्ति वयं चिन्तयितुं शक्नुमः विधिलिङ्ग्लकारे अपि तत्र अमादेशः भवति विधिलिङ्ग्लकारे अपि मिप् स्थाने अमादेशः भवति तत्रापि कथं भवति तत्र अवकाशः अस्ति खलु अतः अत्र भवितुम् अर्हति खलु विप्रतिषेधे परं कार्यम् इत्यनेन इति वदामः चेत् तत्रापि समानस्थितिः एव तत्र विधिलिङ्ग्लकारे कथं प्राप्तम् अमादेशः कथं प्राप्तं तत्र तत्रापि अपवादबलेन एव प्राप्तं यतोहि तत्रापि इतश्च इत्यस्य प्रसक्तिः आसीत् इतश्च इत्यस्य प्रसक्तिः विधिलिङ्ग्लकारे मिप् इति प्रत्ययस्य स्थले अपि इतश्च इत्यस्य प्रसक्तिः अस्ति तस्थस्थमीपां तान्तं तामः इत्यस्य अपि प्रसक्तिः अस्ति तत्र कथं प्राप्तमिति चेत् अपवादबलेनैव प्राप्तम् अतः वयं न वक्तुं शक्नुमः तत्र प्राप्तम् इति कृत्वा अत्र प्राप्तुं शक्यते इति न वक्तुं शक्यते यतोहि द्वयोः स्थलम् एकमेव स्थलं भिन्नभिन्नं नास्ति मिप् इति एकं स्थलं नित्सुलकारेषु मिप् इति एकं स्थलं तर्हि यत्र कुत्रापि मिप् इति एकमेव स्थलं भिन्नभिन्नस्थलम् इति वक्तुं न शक्यते तत्र प्राप्तम् अतः अत्र प्राप्तुं शक्यते विप्रदेशे परं कार्यमिति वक्तुं न शक्यते यतोहि स्थलम् एकमेव अवगतं खलु स्थलम् एकमेव इत्युक्ते पुनः वदतु भगिनि इत्युक्ते मिप् इति एकं स्थलं खलु यथा इतश्च इत्यस्य अन्यत् अन्यस्थलेषु कार्यमस्ति इति उक्तं यथा ति इति भिन्नस्थलमस्ति सि इति भिन्नस्थलमस्ति नित्सुलकारेषु एव तिप् इत्यत्र इतश्च इति भिन्नस्थले तस्य कार्यमस्ति सिप् इति भिन्नस्थले तस्य कार्यमस्ति परन्तु तस्थस्थमीपां तान्तं तामः इत्यत्र मिप् इति यद्दलम् अस्ति मिप् इति यद्दलम् अस्ति तद्दलं सर्वत्र मिप् इत्यत्र एव भवति खलु मिप् इति विहाय अन्यत्र कुत्रापि अवकाशः अस्ति वा तस्थस्थमीपां तान्तं तामः इत्यस्य नास्ति इत्युक्ते तत्र ओ तस्य स्थाने भवति थस् इत्यस्य स्थाने भवति इति तथा न वक्तुं शक्यते इत्युक्ते तस्थस्थमीपां तान्तं तामः इति सूत्रे त्रीणि कार्याणि सन्ति तस्य स्थाने तां थस् स्थाने चत्वारि कार्याणि तस्थस्थाने थ अनन्तरं मिप् स्थाने अम् पुनः वदामि तस् स्थाने ताम् थस् स्थाने तम् थ स्थाने त मिप् स्थाने अम् इति चत्वारि कार्याणि सन्ति, चत्वारि पृथक् पृथक् कार्याणि सन्ति. अतः इदानीं मिप् इति दलस्य विषये तस्थसमीपां तान्तं तामः इति सूत्रस्य अन्यत्र अवकाशः अस्ति वा इति चेत् तादृशप्रश्नः एव न उदेति. किमर्थमिति चेत् मिप् इत्यत्रैव तस्य कार्यम्, अन्यत्र कुत्रापि नास्ति तस्य कार्यम् इति कृत्वा अपवादसूत्रम्. अवगतं वा शोभा भगिनी? आं भगिनि अवगतम्. अस्तु अग्रे गच्छेम इदानीम्. अस्तु इदानीं क्षम्यतां, तस्थस्थमीपं तान्तं तामः इति लोट् लकारे अपि तस्य कार्यं भवति खलु, लोटो लङ्वत् इत्यनेन. अतः तत्र अन्यत्र लब्धावकाशः अस्ति इति वक्तुं शक्यते वा? न, तत्रापि वदतु, तत्रापि लोट् लकारे मिप् इत्यत्र किं भवति लोट् लकारे? मेर्निः आगच्छति तत्र, तत्तु अपवादबलेन इति वक्तुं शक्यते. किन्तु अत्र प्राप्तिः अस्ति वा अन्यत्र स्थल तस्य प्राप्तिः अस्ति वा? मेर्निः इत्यस्य अन्यत्र प्राप्तिः नास्ति, न भवति. मेर्निः इति वार्ता नास्ति. तस्थस्थमीपां तान्तं तामः इति सूत्रे मिप् इति स्थाने अम् आदेशः अन्यत्र कुत्रचित् प्राप्तुं शक्यते वा? प्राप्तिः नास्ति, किन्तु प्रसक्तिः अस्ति खलु. प्रसक्तिः भवतु, तेन किमपि नास्ति. अन्यत्र अवकाशः इत्युक्ते प्राप्तिः, अवकाशः इत्युक्ते प्राप्तिः, न तु प्रसक्तिः. प्राप्तिः अस्ति, यदि प्राप्तिः नास्ति चेत् तर्हि तत्र सूत्रं व्यर्थं भवितुम् अर्हति खलु. यावत्पर्यन्तं प्राप्तिः नास्ति तावत्पर्यन्तं सूत्रस्य साफल्यं जातम् इति वक्तुं न शक्यते. इत्युक्ते तादृशम् एकं स्थलं भवेत् यत्र सूत्रस्य साफल्यं भवेत्. भगिनि तादृशं अम् अम् अम् इति न कुत्रापि न भवति इति उक्तं मया, परन्तु अत्र लङि मिप् स्थाने अम् भवति, विधिलिङ्ग् अपि मिप् स्थाने अम् भवति तदनन्तरम् इयम् इति चेत् अत्र स्थलद्वयम् अस्ति इति वदति वा? एकमेव स्थलम्, एकमेव स्थलं, भिन्नभिन्नस्थलं नास्ति. क्षम्यतां, वदतु. सर्वेषु ङित् लकारेषु इत्युक्ते विधिलिङ्ग् लङ् सर्वत्र लुङ् सर्वत्र एतत् सूत्रस्य प्रसक्तिः भवति खलु. अतः तत् सर्वं भिन्नभिन्नस्थलम् इति वक्तुं न शक्यते. भिन्नभिन्नस्थलानि न सन्ति, एकमेव स्थलं. तस्थसमीपां तान्तमः तामः इति सूत्रस्य कार्यं किं? मित् स्थाने अमादेशः, तावदेव तस्य कार्यम्. अन्यत्र तस्य कार्यमेव नास्ति. एकस्मिन् स्थले एव तस्य कार्यम् इत्युक्ते विशिष्टम् अस्ति सूत्रम्. इतश्च इति सूत्रं तादृशं नास्ति. इतश्च इति सूत्रम् इत्यतस्य तस्य कार्यं बहुत्र भवति. तिप् इत्यत्र भवति, सिप् इत्यत्र भवति, झि इत्यत्र भवति, मिप् इत्यत्रापि भवितुमर्हति. इत्युक्ते तस्य कार्यमेव तादृशमस्ति, जेनरिक् अस्ति. यत्र यत्र इकारः अस्ति तत्र तत्र लोपः भवितुमर्हति. परन्तु मिप् इत्यत्र अमादेशः इत्यत्र केवलं मिप् इति यः प्रत्ययः अस्ति तस्य स्थाने एव अमादेशः भवितुमर्हति. अतः णित्सु सर्वेषु लकारेषु यत्र मिप् अस्ति तत्र तस्थस्थमीपं तान्तं तामः इत्यस्य प्रसक्तिः अस्ति. अतः तस्य अन्यत्र लब्धावकाशः न भवितुम् अर्हति. यतोहि तस्य सूत्रस्य कार्यमेव एकस्मिन् स्थले एव अस्ति तस्य कार्यम्. अतः अन्यत्र लब्धावकाशः इति न वक्तुं शक्यते. यतो अन्यत्रापि तादृशपरिस्थितिः एव अस्ति. अन्यत्र कुत्रापि अपि णित्सु लकारेषु लङ्लकारं विहाय विधिलिङ्ग्लकारं विहाय अन्यत्रापि कुत्रचित् यत्र मिप् इति प्रत्ययस्य स्थाने तत्र तस्य समीपं तान्तं तमः इत्यस्यापि प्रसक्तिः, इतश्च इत्यस्यापि प्रसक्तिः, तत्र अन्यसूत्राणामपि प्रसक्तिः भवितुमर्हति अन्येषु लकारेषु. अन्यत्र लब्ध अवकाशः इत्युक्ते समानस्थलं न भवितव्यं वा? समान अन्यत्र लब्धावकाशः इत्युक्ते अत्र द्वयोः सूत्रयोः युगपत् प्रसक्तिः अस्ति मिप् इत्यत्र समानस्थले समानस्थले मिप् इत्यत्र इकारस्य लोपः भवितुम् अर्हति नो चेत् अम् आदेशः भवितुम् अर्हति समानस्थले द्वयोः युगपत् प्रसक्तिः अस्ति इदानीं द्रष्टव्यं तयोः अन्यत्र लब्धवकाशः अस्ति वा इति इत्युक्ते पृथक् कार्यक्षेत्रे तयोः कार्यं समानस्थलं न भवितव्यम् अत्र समानस्थलमेव लङि अपि च विधिलिङ्ग् अपि च भवति सत्यं सत्यं समानस्थलमस्ति भिन्नस्थलं नास्ति अतः वयम् अवगन्तुं शक्नुमः वेरि वेरि स्पेसिफिक् सूत्रम् अस्ति इति वयम् अवगन्तुं शक्नुमः एतादृशसन्दर्भः बहुत्र वयं पश्यामः यथा तत्र आद्गुणः वृद्धिरेचि इत्यत्र पश्यामः आद्गुणः अवर्णात् अचि परे पूर्वपरयोः एकः गुणसंज्ञकः एकादेशः इति उक्तम् वृद्धिरेचि इत्यत्र अवर्णात् एचि परे इति उक्तं तर्हि एचि परे इति बहु इतोपि विशिष्टमस्ति इति तादृशसन्दर्भः एव अत्रापि अस्तु अग्रे गच्छामि एकः प्रश्नः भगिनि प्रथमतः समानस्थले अहं अवगतं न जानाति परन्तु अत्र समानस्थले अस्ति उत्तमपुरुषस्थल अस्ति लङ्लकार अपि च विधिलिङ्ग् सम्बन्धे लङ्लकारः विधिलिङ्ग् इति उभयत्र पश्यतु द्वयमपि स्वीकरोतु लङ्लकारः अपि स्वीकरोतु लिङ्लकारः अपि स्वीकरोतु उभयत्र मिप् इत्यत्र सूत्रद्वयस्य प्रसक्तिः अस्ति मिप् इत्यत्र सूत्रद्वयस्य प्रसक्तिः अस्ति विधिलिङ्ग्लकारे अपि तस्थसमीपान्तान्तन्तामः इत्यस्य प्राप्तिः भवति अन्ततो गत्वा लङ्लकारे अपि प्राप्तिः भवति उभयत्र प्राप्तिः भवति कस्य बलेन प्राप्तिः भवति अथवा केन बलेन प्राप्तिः भवति केन बलेन अहं केवलं उत्तमपुरुष विधिलिङ्गसम्बन्धे पश्यामि अत्र स्पष्टतया लङ्लकारे तु अं भवति परन्तु अत्र इयं स्पष्टतया न भवति न स्पष्टतया भवति वा नाम तत्र तत्रापि अं भवति मित् स्थाने अं भवति तदनन्तरम् इय इति तत्र यासुट् स्थाने इय इति आदेशः भवति तत्तु भिन्नवार्ता परन्तु अम् आदेशः तु भवति खलु तत्रापि केन बलेन भवति तत्र अन्यत्र लब्धावकाश इदानीं विधिर्लिङ्गे एव स्वीकुर्मः चेत् पृथक्तया स्वीकुर्मः चेत् अत्र किं वक्तुं शक्यते इदानीं वयं किं वदामः लङ्लकारे प्राप्तम् इति कृत्वा विधिर्लिङ्गलकारे प्राप्यते इति वक्तुं शक्यते वा तादृशम् प्राप्ति अस्ति प्राप्ति लङ् अपि च विधिलिङ्ग् समानस्थले प्राप्ति अस्ति समानस्थले प्राप्तिः अस्ति इति कृत्वा अपवादः इति एव वक्तुं शक्यते परसूत्रम् अथवा विप्रतिषेधे परं कार्यम् इत्यस्य प्रसक्तिः नास्ति अस्तु धन्यवादः अस्तु इदानीं गोमती भगिनी इदानीं तत्र विधिलिङ्ग्लकारे मूलतया किं किं भवति इति एकवारं वदतु सूत्राणि पठामः विधिलिङ्गलकारे यास्ट् प्रत्ययस्य आगमनं भवति सर्वेषु प्रत्ययेषु स्थलेषु आगमः अस्ति यासुट् प्रत्ययस्य आगमः अस्ति अतः प्रत्ययस्य पूर्वं यासुट् इति आगच्छति तदेक प्रथमं कार्यम् अनन्तरं इतश्च इत्यस्य कार्यमपि अपि भवति अनन्तरं नित्यं नितः इत्यस्य सूत्रस्य प्रसक्तिः अपि अस्ति तदेव भवति परन्तु अतो येयः अपि कार्यं करोति यदा दन्तमङ्गम् अस्ति चेत् विशिष्टकार्यं भवति अनन्तरं लोपो व्योर्वलि इति सूत्रस्य अपि कार्यं भवति अतः तस्य प्रसक्तिः अस्ति अनन्तरं तदेव भगिनि तस्य सूत्रस्य कार्यप्रसक्तिः अपि अस्ति इतोपि एकमस्ति वदामि झेर् जूस् सारी झेर् झेर् जूस् अस्ति तस्य अपि कार्यं भवति प्रथमपुरुषौ बहुवचनस्य कार्ये. समीचीनं समीचीनं. तर्हि अत्र विधिलिङ्ग्लकारे तत्र किं वैशिष्ट्यम् इति चेत् सर्वत्र सर्वेषु प्रत्ययेषु यासुट् इति आगमः भवति. यासुट् इति आगमः भवति. यासुट् इति आगमः प्रत्ययस्य भवति. प्रत्ययस्य यासुट् आगमः. यासुट् इति टित् अस्ति इति कृत्वा आद्यन्तौ टकितौ इत्यनेन प्रत्ययस्य आदौ भवति. तर्हि इदानीं प्रश्नः उदेति. अस्तु, तिप् इति प्रत्ययं स्वीकुर्मः. तिप् इति प्रत्यये यासुट् आगमः आदौ आयाति इति उक्तम्. इदानीं यासुट् आगमः, यासुट् आगमः तत्र तत्र यासुट् आगमः किं पृथक्तया तिष्ठति वा प्रत्ययस्य भागः अस्ति वा? प्रत्ययस्य भागः अस्ति. कथं जानीमः? आगमः तु प्रत्ययस्य भागः एव इति इडागमविषये इट् आगमविषये पठितम्. इति प्रत्ययस्य भागमेव भवति, अवयवमेव भवति इति पठितं. तदेव अत्रापि यास् इति. परन्तु तस्य कारणं सूत्रं न जानामि किम्. सूत्रं नास्ति, परिभाषा एव अस्ति तत्र. परिभाषा एव अस्ति तत्र. यदागमाः तद्गुणीभूताः तद्ग्रहणेन गृह्यन्ते इति परिभाषा अस्ति. एका परिभाषा अस्ति. तया परिभाषया आगमाः, प्रत्ययस्य आगमाः, नो चेत् यस्य कस्यापि आगमः, तस्य अवयवः भवति. अङ्गस्य आगमः अस्ति चेत् अङ्गस्य भागः भवति, तर्हि तदपि अङ्गं भवति. सम्पूर्ण अङ्गम् अङ्गस्य भागः भूत्वा अङ्गं भवति. प्रत्ययस्य आगमः अस्ति चेत् तदपि प्रत्ययः भवति. अतः यासुट् इति आगमः. इदानीं यासुट् इत्यत्र टकारस्य संज्ञा उकारः उच्चारणार्थः यास् इति अवशिष्यते. यास् योगः तिप् इत्यत्र इदानीं यास् इति प्रत्ययः प्रत्ययसंज्ञा भवति. यास् तिप् यास्ति यास्ति इति भवति. यतोहि प्रत्ययस्य भागः, अतः यास् इत्यस्य अपि प्रत्ययसंज्ञा भवति. समीचीनं. तर्हि इदानीं सर्वत्र यासुट् आगमः भवति. सर्वेषु प्रत्ययेषु यासुट् आगमः प्रत्ययस्य आदौ आगत्य उपविशति. तत्पश्चात् तत्र अन्यानि सूत्राणि प्रसक्तानि. तानि कानि इति इदानीम् एकवारं सूत्राणि पठामः. अस्तु, इदानीं तत्र उषाभगिनी जेर् जूस् इति सूत्रं पठति वा अग्रे अग्रे दत्तम्? आं भगिनि. झेत् जुस् लिङ्लकारस्य झि इत्यस्य स्थाने जुस् आदेशः भवति. जेः षष्ट्यन्तं, जुस् प्रथमान्तं, द्विपदमितं सूत्रं. झोन्तः इत्यस्य अपवादः. लिङ्गसीयूट् इत्यस्मात् लिङ्गः इत्यस्य अनुवृत्तिः. लस्य इत्यस्य अधिकारः. अनुवृत्तिसहितसूत्रं लिङ्गः, लस्य, जेः, ज्युस्. जेर् ज्युस् इति सूत्रं लिङ्गः, लस्य, जेः, ज्युस् अनुवृत्तिसहितसूत्रं. लिङ्लकारस्य जि स्थाने ज्युस् आदेशः भवति. लिङ्गः, लस्य, जेः इति जि इत्यस्य षष्ट्यन्तं, षष्ट्यन्तम् इत्यतः जि स्थाने इति उक्तं. जि स्थाने ज्युस् इति आदेशः भवति. ज्युस् इति सूत्रे एव उक्तं. लिङ्गः, लस्य, जेः, ज्युस्. कुत्र भवति ज्युस् इति आदेशः? ज्युस् इति जुस् इति सूत्रे उक्तं भगिनि. न सूत्र आदेशः कुत्र भवति? जेः, जि स्थाने. जि इति प्रत्ययः, जि इति प्रत्ययः, जि इत्यस्य षष्ट्यन्तं जेः इत्यतः कारणात् जेः जि स्थाने जुस् आदेशः भवति. इत्युक्ते तत्र किम् आदौ आयति वा अन्ते आयति वा मध्ये आयति वा कुत्र आयति? ओ जेः जी अलवन्तस्य जेः जी स्थाने जुस् आदेशः भवति जी स्थाने जुस् आदेशः भवति तत्तु तत्तु समीचीनं परन्तु जी इत्यत्र कति वर्णाः सन्ति जी इत्यत्र जी इत्यस्य जकारः इकार जकार इकार द्वयोः वर्णयोः अस्ति सम्पूर्ण जी स्थाने जुस् आदेशः भवति अनेकाल्षित् सर्वस्य अनेक अल् विधीयते जुस् अनेकाल्षित् सर्वस्य इत्यनेन जकार इकारस्थाने जुस् आदेशः भवति समीचीनम् इत्युक्ते सामान्यतया अत्र अलोन्त्यस्य इति सूत्रेण अन्तादेशः स्यात् इत्युक्ते जकार उत्तरवर्ति इकारस्य स्थाने जुस् इति आदेशः स्यात् परन्तु तस्य अपवादः अस्ति अनेकाश्चित् सर्वस्य इति सूत्रेण जुस् इति आदेशः अनेकाल् अस्ति एकः एव अल्वर्णः नास्ति इत्युक्ते जकारः उकारः सकारः इति त्रयः वर्णाः सन्ति इति कृत्वा अनेकाल् अनेकाल् अस्ति इति कृत्वा सम्पूर्णस्य स्थाने आयाति अतः जी स्थाने जुस् आदेशः एतत् सूत्रं तत्र परस्मैपदी कार्यं करोति आत्मनेपदीप्रत्ययानां विषये अस्ति वा इदं सूत्रं जे जुस् आत्मने आत्मनेपदीनाम् आत्मनेपदीनां उस् युस् इति भवति रे यात् यातां युः तत्तु परस्मैपदे एव आत्मनेपदीप्रत्ययानां जुस् आदेशः भवति वा इति प्रश्नः जेर्जुस् इति न भवति भवितुम् अर्हति परन्तु न भवति अस्ति न जी नास्ति इति तु परस्मैपदी जी स्थाने एव जुस् भवति परन्तु तत्र झ अस्ति विजयलक्ष्मी भगिनी किमर्थं भवितुम् अर्हति इति वदति अत्र सूत्रे तु किमपि नास्ति आत्मनेपदं परस्मैपदम् इति न परन्तु जे हान् इति सूत्रमस्ति किल आत्मनेपदे न भवतु तत् भवतु परन्तु अत्र सूत्रे जेः जुस् इति उक्तं तर्हि तादृश जेः इत्यस्य प्रातिपदिकं किम् झि इति अस्ति वा आत्मनेपदीनाम् आत्मनेपदीप्रत्ययः एव नास्ति परन्तु सूत्रे तु न न आत्मनेपदी लिङ्गः लस्य इति उक्तं खलु लिङ्गः लस्य लस्य इति वदनेन तत्र ज एव अस्ति भगिनि प्रत्ययेषु नास्ति अत्र लिङ्गः लस्य इति उक्तं तर्हि लस्य स्थाने ये प्रत्ययाः अष्टादशप्रत्ययाः सन्ति तेषु झि इत्यस्य स्थाने जुस् इति अर्थः खलु आं तत्र केवलं बहुवचने परस्मैपदी परस्मैपदी प्रत्ययस्य अतः आत्मनेपद पदस्य विषये जेर्जुस् इत्यस्य प्रसक्तिः नास्ति न केवलं परस्मैपदे एव अस्तु समीचीनम् इदानीं अग्रे वंशी भगिनी पठति वा आं भगिनि पठामि यासुट् परस्मैपदेषु पदेषु उदात्तो क्षमितं यासुट् परस्मैपदेषु दात्तो नित्यम् लिङ्लकारस्य परस्मैपदी तृतीयानां यासुट् आगमो भवति स च आगमः निद्वत् विधिसूत्रम् अतिदेशसूत्रं च लिङ्गः सियुट् सामान्यसूत्रं किन्तु अनेन आत्मनेपदानाम् एव कृते इत्यस्य अपवादः आद्यन्तौ टकितौ इत्यनेन यासुट् प्रत्ययान्त प्राक् आयाति यासुट् प्रथमान्तं परस्मैपदेषु सप्तम्यन्तम् उदात्तः प्रथमान्तं नित् प्रथमान्तं च अव्ययपदम् अनेकपदमिदं सूत्रं लिङ्गः सियुट् इत्यस्मात् लिङ्गः इत्यस्य अनुवृत्तिः लस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं लिङ्गः लस्य परस्मैपदानां यासुट् उदात्तः नित् च सूत्रमस्ति यासुट् परस्मैपदेषु उदात्तो निच्च इति सूत्रमस्ति लिङ्लकारस्य परस्मैपदी प्रत्ययाः ये सन्ति तत्र यासुट् सर्वेषु प्रत्ययेषु तत्र यासुट् आगमः भवति इति उक्तम् आगमः तत्र नित्वत् अपि भवति अतिदेशसूत्रमपि अपि भवितुम् अर्हति यतोहि तत्र नित् अपि अध्यारोपणम् अध्यारोपयति एतत् सूत्रम् क्षम्यतां भगिनि अस्तु तत्र एतत् सूत्रं विधिसूत्रमस्ति अपि च अधिदेशसूत्रमस्ति अपि च तत्र लिङ्गः सियुट् इति सूत्रात् लिङ्ग इत्यस्य अनुवृत्तिः अस्ति लिङ्गः सियुट् तु सामान्यसूत्रमस्ति परन्तु एतत् सामान्यसूत्रं किन्तु अनेन आत्मनेपदेन पदानाम् एव कृते इत्यस्य अपवादः एतत् न अवगतं परन्तु अहं चिन्तयामि तत्र आत्मनेपदी न परस्मपदी किं भवितुम् अर्हति लिङ्गः स्यूत् तु आत्मनेपदी कृते एव भवति वा तत्र भगिनि तत्र लिङ्गः स्यूट् इत्यत्र किमपि न उक्तं खलु लिङ्गः स्यूट् इत्यत्र किमपि न किमपि न तत्र आत्मनेपद उत्सर्गः अस्ति तत् उत्सर्गः अस्ति यासुट् परस्मैपदेषु उदात्तो निच्च इति लिङ्गः सियुट् इत्यस्य अपवादः लिङ्गः सियुट् इति सूत्रं किं वदति इति चेत् लिङ्गः लस्य सियुट् सियुट् सियुट् आगमः भवति इति वदति लिङ्लकारे सर्वत्र सियुट् आगमः भवति इति सामान्यसूत्रमस्ति तस्य अपवादः अस्ति परस्मैपदुना पदे परस्मैपदप्रत्ययानां कृते तु यासुट् एव भवति न तु सियुट् इति यासुट् परस्मैपदेषु दातो निच्च इति सूत्रं वदति तर्हि लिङ्गः सियुट् इत्यत्र फलितार्थः कः इति चेत् तस्य कार्यम् आत्मनेपदप्रत्ययानां कृते एव भवति अस्तु अस्तु इदानीं कः तत्र अरविन्द महोदय समापयति वा भगिनी तस्य कनेक्षन् भग्नः जातः तत्र पूर्वसूत्रमस्ति लिङ्गसियुट् इति लिङ्ग् सर्वत्र सियुट् आगमः भवति इति सूत्रं वदति तत् तदनन्तरं यासुट् परस्मैपदेषु धात्वदातेषु मिच्च इति सूत्रम् अपवादरूपत्वेन भूत्वा परस्मैपदिधातुषु यासुट् भवति सियुट् न भवति इति सूत्रस्य अर्थमस्ति यदा पूर्वं वयं तित्तस्जि इति सूत्रस्य रूपद्वयं दत्तमस्ति ल परस्मैपदि तदनन्तरं तङ्गानाम् आत्मनेपदम् इति यथा पूर्वं मया दृष्टं तत् समानमस्ति तत्र तत् कथं वयं जानीमः तत्र आत्मनेपदानां यतोहि ल परस्मैपदी इति सर्वत्र परस्मैपदी विधानं भवति तदनन्तरं तङ्गानाम् आत्मनेपदम् इति कृत्वा आत्मनेपदानां पृथक् कृतं तदेव अत्रापि लिङ्ग् सियुट् इति सर्वत्र अष्टादश प्रत्ययानां सियुट् आगमः भवति इति वृत्तमस्ति किन्तु यासुट् परस्मैपदेषु इति उक्तत्वात् परस्मैपदिदातुषु सियुट् न भवति यासुट् एव भवति इति सूत्रस्य अर्थम् समीचीनम् अस्तु भगिनि वंशी भगिनी नास्ति चिन्ता क्षम्यतां अस्तु अस्तु नास्ति इदानीं वदतु तत्र निच्च इति किमर्थम् उक्तं सूत्रे निच्च अस्तु अस्तु लिङ्गः लस्य परस्मैपदानां यासुट् उदात्तः नित् च नित् इति निद्वत् अध्यारोपणं भवति न तत्र यद्यपि तत्र नित् लकारः नास्ति तत्र निद्वत् भवतु इति एतेन कारणेन नित् च इति उक्तं तदेव न उदात्तः समीचीनम् अतिदेशः अस्ति अतिदेशः अस्ति इत्युक्ते अतिदेशस्य अतिदेशस्य तत्र प्रयोजनं किम् नित्लकारः यत् नित्लकारेषु बहवः कार्याणि सन्ति न तत्र तु गुणनिषेधः अस्ति वृत्निषेधः अस्ति यदि नित्लकारः अस्ति लकारः नास्ति अत्र अत्र लिङ्ग्लकारः एव हा परन्तु निद्वत् भवति इति उक्तं किल तत्र निद्वत् भवति इत्युक्ते नित् यदा नित् भवति तत्र बहुषु स्थलेषु कार्यं भवितुम् अर्हति किल न इत्युक्ते तत्र तस्य निच्च इति सूत्रे वदनस्य मुख्यप्रयोजनं किम् अस्ति कुत्र तस्य प्रभावः दृश्यते ओ तत्र यासुट् इति प्रत्यये न यासुट् इति यासुट् इति पृथक्तया प्रत्ययः नास्ति यासुट् इति आगमः अस्ति यासुट् इति प्रत्ययः आगमानन्तरं प्रत्ययस्य भागः भूत्वा प्रत्ययं भवति अतः पृथक्तया प्रत्ययः नास्ति यासुट् इदानीं तस्तस्तमिपाम् इति सूत्रस्य यासुट् इत्यस्य योजनेन मित्वत् भावः भवति इति वा तस्य प्रभावः कुत्र दृश्यते तस्य प्रभावः भवति तत्र तस्तस्तमिपाम् एव तत्र नित्वत् नित्लकारेषु एव कार्यं करोति न तत्र अत्र अत्र तत्र साङ्कर्यं न करणीयम् अत्र मिक्सप् न करणीयं लकारः भिन्नः लकारः भिन्नः इदानीं प्रत्ययस्य चिन्तनं प्रत्ययस्य चिन्तनं लिङ्ग्लकारे लिङ्ग्लकारे नवप्रत्ययाः सन्ति एकक्षणं लिङ्ग्लकारे नवप्रत्ययाः सन्ति तत्र यासुट् निद्वत् इति निच्च इति उक्तं तर्हि तस्य प्रभावः कुत्र इष्टः वदतु भवती भगिनि एतत्तु सार्वधातुकलकारः अस्ति यत्र यत्र पित्तुम् अस्ति तत्र तत्र गुणकार्यं भवति तिप्प मिप् सिप् एतत् सर्वे पित् अपि अस्ति सार्वधातुकलकारः अपि अस्ति अतः अत्र अपि पित्वतेन पित्त्वं यत् पकारः यत्र अस्ति तत्र यासुतागमः सर्वत्र आगच्छति अतः तिप्पस्थाने मिप्पस्थाने स्थाने नास्ति तिपः मिपः सिपः आगमः भवति यासुट् अतः तत्र तेषां पित्त्वं नष्टं भवति निच्च इति सूत्रेण गुणनिषेधः भवति वृद्धिनिषेधः भवति उत्तमं समीचीनं इति तत्र नवप्रत्ययाः सन्ति यासुत् परस्मैपदेषु उदात्तो निच्च इत्यस्य प्रभावः कुत्र इति चेत् यत्र यत्र प्रत्ययः पित् अस्ति तत्र प्रत्ययः पित् नास्ति इदानीं नित् भवति अत्र एकं द्रष्टव्यं सूत्रे निद्वत् इति न उक्तं सूत्रे निच्च इति उक्तम् इत्युक्ते साक्षात् नित् भवति यः प्रत्ययः पित् अस्ति सः प्रत्ययः निद् भवति यः प्रत्ययः निद्वत् अस्ति सः प्रत्ययः अपि निद् भवति निद्वत् अस्ति नित् भवति इति तत्र महान् प्रभेदः नास्ति निद्वत् अस्ति चेदपि समानकार्याणि नित् अस्ति चेदपि समानकार्याणि तत्र भेदः न दृश्यते यत्र प्रत्ययः इदानीं तिप् तस् तस् इति प्रत्ययः द्विवचनप्रत्ययः मूलतः अपित् अस्ति यतोहि प्रत्यये पित्वं नास्ति अपित् प्रत्ययः अस्ति तर्हि तत्र वयं किं वदामः तस् इति प्रत्ययः अपित् अस्ति तत्र किं वदामः तत्र तु नित्वत् अस्ति इति वदामः न निति च इति नित्वत् अस्ति इति वदामः कथं वदामः केन सूत्रेण निति च इति सूत्रेण तत्र सार्वधातुकम् अपित् सार्वधातुकम् अपित् इत्यनेन इति अधिदेशसूत्रमस्ति सार्वधातुकम् अपित् इति सूत्रेण तस् इति प्रत्ययः निद्वत् भवति इति वदामः इति सर्वत्र वदामः परन्तु अत्र लिङ्ग्लकारे इदानीं यदा यासुट् आगमः भवति तदानीं वयं वदामः प्रत्ययः नित् अस्ति निद्वत् अस्ति इति वदनस्य आवश्यकता नास्ति इदानीं साक्षात् नित्वम् अध्यारोपितम् अतः प्रत्ययः नित् अस्ति इति वक्तुं शक्यते भेदः परन्तु तत्र कार्यं समानम् निद्वत् अस्ति चेदपि समानकार्याणि नित् अस्ति चेदपि समानकार्याणि परन्तु कथं वक्तव्यम् इति विषये निद्वत् अस्ति इति वक्तुं निधु अस्ति इति वक्तुं न शक्यते, यतोहि साक्षात् नित् एव अध्यारोप्यते तत्र. सूत्रं किं वदति? तस्सिति प्रत्ययः इदानीं नित् अस्ति, यासुत् आगमानन्तरं तस्सिति प्रत्ययः नित् अस्ति, मित् इति प्रत्ययः नित् अस्ति, तिप् इति प्रत्ययः नित् अस्ति. तर्हि प्रत्येकं प्रत्ययः नित् अस्ति इति सर्वत्र वदति. अतः नित्वद् अस्ति इति वदनस्य आवश्यकता नास्ति. निच् इत्यस्य प्रयोजनं किम् इति चेत्, यत्र प्रत्ययेषु पित्वम् अस्ति तादृश पित्वस्य नाशः भवति इति इति सूत्रस्य प्रयोजनं, निच् इत्यस्य प्रयोजनं. सर्वे नवप्रत्ययाः ङित् ङित् एव विधिलिङ्ग् प्रत्यय. सत्यं, साक्षात् ङित्. अस्तु, इदानीम् अग्रे गच्छेम. तर्हि अत्र उमा भगिनी, परिभाषासूत्रं नास्ति खलु भगिनि? किं निच्च इति एक एकं परिभाषासूत्रमपि अस्ति? अस्ति अस्ति, परिभाषासूत्रमपि अस्ति, परन्तु अत्र तस्य प्रसक्तिः नास्ति. यात्र तु आदौ आयाति न, आगमः अस्ति, अतः अलोन्त्यस्य इत्यस्य वार्ता नास्ति. अलोन्त्यस्य अनेकाचित् सर्वस्य निच् इत्यस्य किमपि तत्र महत्वं नास्ति अत्र, यतोहि यासुट् इत्यत्र नित्वं नास्ति. आदेशे नित्वम् अस्ति चेदेव निच् इति सूत्रम् आगच्छति. अत्र तु टित्वम् अस्ति, यासुट् इति टित् अस्ति, टित् अस्ति. अस्तु, इदानीम् अग्रे उमा भगिनी पठति वा? न, उमा भगिनी अस्तु, तर्हि विजयलक्ष्मी भगिनी पठति. विजयलक्ष्मी भगिनी किम् उक्तवती भगिनी? भवती पठति वा अतो येयः इति सूत्रं? हा, पठामि. अतो येयः सप्तमे अध्याये सप्तम अध्यायस्य द्वितीयपादे अशीतिः सूत्रम्, अशीतितमं सूत्रम्. अदन्तात् अङ्गात् सार्वधातुकप्रत्ययस्य यास् आगमस्य स्थाने इय आदेशो भवति तदन्तविधिः, येन विधिस्तदन्तस्य इत्यनेन अदन्तात् अङ्गात्. अतः पञ्चम्यन्तं या लुप्तषष्ठीकं पदम् इयः प्रथमान्तम् इय योगः अकारः उच्चारणार्थं त्रिपदम् इदं सूत्रं रुधादिभ्यः सार्वधातुके इत्यस्मात् सार्वधातुके इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अत्र पञ्चम्यन्तं भवति अङ्गात् इति अनुवृत्तिसहितसूत्रम्. अतः अङ्गात् सार्वधातुकस्य या इति स्थाने इयः इति आदेशः भवति. अत्र अतः इत्युक्ते अदन्तात् अङ्गात् सार्वधातुकप्रत्ययस्य यास् आगमस्य स्थाने इय आदेशः भवति. अतो येय इ इत्यस्य पञ्चमी षष्ठी य इति भवति. अत्र अतो अतः यः इयः इति वा भगिनि, येयः इति सन्धि भूत्वा येयः इति अभवत्. अत्र अन्तविधिः तदन्तविधिः येन विधिस्तदन्तस्य इति सूत्रेण अदन्तात् अङ्गात् इति लुप्तषष्टिकं पदं पञ्चम्यन्तम् अत्र अतः इति षष्टि अस्ति, परन्तु येन विधिस्तदन्तस्य इति षष्ठी नास्ति, पञ्चमी, अतः इति पञ्चम्यन्तं, पञ्चम्यन्तं स्वीक्रियते, परन्तु अतः पञ्चम्यन्तं या लुप्तषष्ठीकं पदम् इयः प्रथमान्तम्, अस्तु, अतः अत्र पञ्चम्यन्तं इयः इति प्रथमान्तम्, अत्र इय योगः अकारः उच्चारणार्थम्, ओके, इय ई कुत्र अस्ति, अहं तु न द्र अस्तु ये यः इति अस्ति खलु, ये यः या योगः इय इय, हा अस्तु, य योगः इय, अत्र त्रिपदम् इदं सूत्रम्, अतः य इयः इत्युक्ते अदन्तात् अङ्गात् वस्तुतः या या इति अस्ति, आकारः अस्ति, यकारः आकारः, या योगः इय, या योगः इय, हा तत्कारणमेव ए इति अभवत् खलु, अस्तु, अदन्त अङ्गस्य सार्वधातुकप्रत्ययस्य अदन्तात् अङ्गात् इय इत्यस्य स्थाने य आदेशः, सारि, य इत्यस्य स्थाने इय इति आदेशः भवति इति सूत्रं वदति, अत्र अङ्गस्य इत्यस्य अधिकारः अस्ति रुधादिभ्यः सार्वधातुके इति सूत्रात् सार्वधातुके इत्यस्य अनुवृत्तिः अस्ति, पञ्चम्यन्तम् इति येन विधिस्तदन्तस्य इति सूत्रेण अङ्गात् इत्यस्य अनुवृत्तिः अस्ति वा, अङ्गात् अधिकारः अस्ति, अतः अनुवृत्तिसहितसूत्रम् अतः इत्युक्ते अदन्तात् अङ्गात् अङ्गात् इत्यस्य किमस्ति अधिकारः अस्ति इति कृत्वा तदपि सूत्रे आगच्छति, अतः अङ्गात् सार्वधातुके इति अस्ति तस्य अस्मिन् सूत्रे तु सार्वधातुकस्य इति भवति, या या इत्यस्य स्थाने इयः इति आदेशः भवति इति सूत्रं वदति, इय इति आदेशः कुत्र भवति, इय इति आदेशः कुत्र भवति इत्युक्तस्जि युः इति जानामि, अत्र या इति वस्तुतः यासुट् इति, यासुट् आम् आम् आम् आम् परस्मैपदीनां कृते यासुट् इति आगमः भवति खलु, तत्र या इति अस्ति, सर्व सर्वेषां नवप्रत्ययानां कृते या इति भवति परस्मैपदीनां कृते, सर्वत्र इय इति आदेशः भवति, कुत्र भवति इय इति आदेशः, इय इति आदेशः बहुवचने एव भवति खलु, आल्सो यासुट् इति आगमः सर्वत्र भवति खलु, यासुट् सर्वत्र भवति, यासुट् एव या अस्ति, अदन्तस्य अङ्गात् एव यत्र या इति अस्ति तस्य स्थाने इय इति आदेशः भवति, अत्र या इत्यस्य अन्ते भवति वा आदौ भवति वा कुत्र भवति आदेशः, आदौ भवति, यासुट् इति अस्ति खलु, टित् अस्ति, इदं सूत्रम् इदं सूत्रं यासुट् इति आदौ आयाति, इदम् इय इति आदेशः कुत्र भवति, या इत्यस्य स्थाने भवति तत्कारणम् आदौ एव आयाति खलु, आदौ एव आयाति इति किं, न इदानीं तत्र मम प्रश्नः कः इति चेत् यासुट् इति यासुट् इति आगमस्य स्थाने इय इति आदेशः भवति, यासुट् इत्यत्र यास् इति त्रयः वर्णाः सन्ति, तर्हि इद इय इति आदेशः कुत्र भवति, या इत्यस्य स्थाने एव भवति, अत्र पश्यतु यासुट् इति प्रत्ययः यः अस्ति तत्र यास् इति अवशिष्यते, यास् इति अवशिष्यते, यास् इत्यस्य स्थाने इति वा पृच्छति वा इति प्रश्नः, इति प्रश्नः सम्पूर्णस्य स्थाने वा नो चेत् कुत्र भवति इय इति आदेशः सूत्रे तु यादस्ति सकारस्य विषयं किं स्थाने भवति यास्थाने इय भवति सकारस्य विषयम् अत्र अत्र न दत्तमस्ति सकारस्य लोपः भवति इति न न अत्र चिन्तयामि यासुट् इति यासुट् इति सकारस्य इत्संज्ञा तदनन्तरं यास् अवशिष्यते तत्र यास् अवशिष्यते तत्र या स्थाने इय आदेशः भवति चेत् इयस इति द्रष्टुं शक्यते न न न न तथा भवितुम् अर्हति न एकक्षणम् अत्र यास् इति मूलप्रत्ययः अस्ति सकारस्य लोपः भवति वा इति भिन्नवार्ता अस्मिन् सूत्रे यास् इति एव विवक्षितं यास् इति एव विवक्षितम् अत्र किमर्थं या इति उक्तम् इति तत्र अग्रे पश्यामः तत्र आस्ट्रिक्स् अस्ति खलु तद् अग्रे पठामः अत्र या इत्युक्ते यास् इति स्वीकुर्वन्तु या इत्युक्ते तत्कारणेन इय इय स सा विल्कम् यदि सा लोपस्य अत्र यास् इति स्थिते यास् इति स्थिते या स्थाने इय आदेशः भवति मम प्रश्नः कः यास् इत्यत्र कुत्र आदेशः भवति इय आदेशः अन्तादेशः वा आदौ आदेशः तावदेव मम प्रश्नः अनेकाल् अस्ति तावदेव इय इति आदेशः अनेकाल् अस्ति इति कृत्वा यास् इत्यस्य सम्पूर्णस्य स्थाने इय इति आदेशः भवति तर्हि अङ्गम् अदन्तम् अस्ति चेत् यास् इति आगमः सर्वत्र भवति विधिलिङ्गकारे परस्मैपदीप्रत्ययः अस्ति चेत् सर्वत्र भवति यास् आगमः यदा यास् आगमः भवति तदानीम् अङ्गम् अदन्तम् अस्ति वा अनदन्तम् अस्ति वा इति द्रष्टव्यम् विकरणप्रत्ययस्य योजनानन्तरं यद् अङ्गम् अस्ति तद् अदन्तम् अस्ति वा अनदन्तम् अस्ति वा इति द्रष्टव्यम् अदन्तम् इत्युक्ते तस्य अन्ते अङ्गस्य अन्ते ह्रस्व अकारः अत् इति तपरकरणम् अस्ति तत्र अङ्गस्य अन्ते ह्रस्व अकारः अस्ति वा नास्ति वा इति द्रष्टव्यम् अङ्गस्य अन्ते ह्रस्व अकारः अस्ति चेत् तदानीं यास् इत्यस्य स्थाने इय इति आदेशः भवति सम्पूर्णस्य यास् इति सम्पूर्णस्य सकारस्य स्थाने वा या इत्यस्य स्थाने वा तादृशं नास्ति सम्पूर्ण यास् इत्यस्य स्थाने इय इति आदेशः भवति अतः सकारस्य लोपस्य वार्ता एव नास्ति तत्र किन्तु सूत्रे तु या इति स्थाने सूत्रे तु या इति स्पष्टतया दत्तमस्ति न भगिनि एकक्षणं तत् किमर्थं दत्तमिति अग्रे पठामः तत्र आस्ट्रिक्स् अस्ति खलु तत् पठामः इदानीम् अस्तु इदानीं कः भवान् एव पठतु अरविन्द भगिनी क्षम्यतां तत्र सिद्धान्तकौमुद्यां तु अतः परस्य सार्वधातुक अवयवस्य यास् इत्यस्य इय इति उक्तं स्पष्टतया परन्तु किमर्थं तत्र अष्टाध्यायम् अत्र तु भिन्नरीत्या उक्तम् इति मम न यास् एव भगिनी परन्तु यास् इति अस्ति चेत् ये यः इति न रूपं न निष्पणं भवति खलु सूत्रे किम् उक्तम् अतो ये यः इति उक्तम् अतो ये यः तर्हि यास् योगः इय इति अस्ति चेत् अत्र किं भवति यास् इयः इति भवति खलु सूत्रं परन्तु पाणिनिना तथा न उक्तम् ये यः इति उक्तं या योगः इय इति उक्तं तर्हि या इत्यस्य कः अर्थः इति एतावता न ज्ञातं तद् इदानीं पठामः अरविन्द महोदय लोपोपयोगी तस्य अनन्तरं यदस्ति तस्य अनन्तरमस्ति अत्र अते अतो ये यः इति रूपस्य संरचनाविषये इतोपि वक्तव्यं या योगः इय इति अस्ति या लुप्तषष्टिकं पदम् इति उपरि दत्तं यासः तु यास् आगमस्य षष्टिविभक्त्यन्तं रूपम् अवविश्यत् यासः इति इयः इति अधुना यासः इत्यस्य षष्ट्यन्तलोपार्थम् एकं सूत्रम् अस्ति सुपां सुलुप् पूर्वसवर्णश्च चेयाङ्गस्य या झला झाला येन छन्दसि नाम वेदे एतादृशलोपः लुक् विधीयते अष्टाध्यायी सम्बन्धे छन्दोवत् सूत्राणि भवन्ति इति मत्वा अस्य सूत्रस्य प्रसक्तिः भवति अत्र इव तर्हि अधुना पाठ्यार्थे यास् इत्येव भवति तदनन्तरं यास् इति ससजुषो रुः इत्यनेन पदान्ते स स्थाने रु आदेश या रु भो भगो अको अपूर्वस्य यौ अशि इत्यनेन अशि परे अवर्णाद् उत्तरस्य रुस्थाने यकारादेशः याय लोपशाकल्यस्य इत्यनेन अशि परे अपु अवर्णपूर्वस्य अवर्णपूर्वकस्य पदान्तयकारस्य विकल्पेन लोपः या इति भवति अस्तु तत्र सलोप इति सूत्रस्य न सम्मति अत्र परिच्छेदे किं दत्तमस्ति इति येया इति रूपस्य येया या योगः इय इति स्थिते या लुप्त्यसृष्टिकम् इति उक्तम् इति कारणतः या यासः तु यत्र सकारस्य सुपां लुप् सुपां सुपां सुलुक् पूर्वसवर्ण या डाङ्या या जालः इति छन्दसि एकं सूत्रं दत्तमस्ति तस्य सूत्रस्य बले अष्टायी सूत्रं छन्दोवद् भवति इति मत्वा सूत्रस्य प्रकरणमपि छन्दोवत् तत्र सूत्रस्य बले छन्दोवत् कृतम् इति कारणतः यासः इति स्तरे यास् इति भवति तदनन्तरं ससजुषोरु एकं भो भगो अपो अपूर्वस्य रुत्वं कृत्वा लोपशाकल्य य आदेशः भवति तदनन्तरं लोपशाकल्यस्य विकल्पेन य लोपः भूत्वा या इति अन्तिमरूपं सिद्ध्यति इति एव तत्र परिच्छेदद्वये दत्तमस्ति छन्दोवत् सूत्रस्य रूपम् आधारीकृत्वा छन्दोवत् सूत्राणि भवन्ति इति एव कारणेन यास् इति आगमस्य या अन्तिमरूपं भवति केवलम् अत्र सूत्रे एव अतो येयः इति सूत्रे केवलं या इत्येव स्वीकृतं किमर्थं या इत्येव स्वीकृतम् इति चेत् वस्तुतः अत्र यास् इति आगमः अस्ति किमर्थं या इति स्वीकृतं यास् इति रूपस्य षष्ट्यन्तं किम् यासः तर्हि यासः इय इति वक्तव्यमासीत् सूत्रे परन्तु तथा न उक्तम् तर्हि यास् योगः षष्टिविभक्तिप्रत्ययः कः नस्ति प्रत्ययः नस्ति प्रत्ययः तर्हि अस् इति अवशिष्यते तर्हि यास् योगः अस् इदानीम् अत्र एकं सूत्रं दत्तमस्ति तत्सूत्रं तु छन्दसि एव कार्यं करोति तत्सूत्रं छन्दसि विषये एव तत्सूत्रं कार्यं करोति सुपां सुलुक् सुपां सुलुक् पूर्वसवर्ण आ आत् शे या डा ड्या या जालः इति अस्ति तत्र या इति अस्ति या इति प्रत्ययः अस्ति चेत् तस्य लुक् तस्य अनन्तरं प्रत्ययस्य सुपां लुक् सुलुक् भवति इति उक्तं तर्हि इदानीम् अत्र यास् इत्यस्य अनन्तरं तत्र सुप्रत्ययः अस्ति इति कृत्वा तत्र सुप्रत्ययस्य लोपः भवति छन्दसः विषये अत्र तु अस्माकं सूत्राणि पाणिनीयसूत्राणि छन्दोवत् भवन्ति छन्दोवत् भवन्ति एतानि सूत्राणि वेदाङ्गानि व्याकरणम् इति वेदाङ्गम् अस्ति चत्वारः वेदाः ऋक् यजुः सामः अथर्ववेदः इति चत्वारः वेदाः तेषां षड् अङ्गानि सन्ति तेषु अङ्गेषु व्याकरणम् इति एकम् अङ्गम् अस्ति अतः व्याकरणमपि छन्दोवत् भवन्ति तर्हि छन्दसि यथा भवति तथा एव अत्रापि भवति इति कृत्वा अस्य सूत्रस्य प्रसक्तिः अत्रापि भवति इति कृत्वा यास् इत्यस्य अनन्तरं यः अस् इति प्रत्ययः अस्ति षष्टिविभक्तिप्रत्ययः तस्य सम्पूर्णतया लोपः भवति अतः यास् इति अवशिष्यते यास् इति अवशिष्यते तदानीं यास् इत्यत्र सकारस्य ससजुषो रुः इत्यनेन रु इति आदेशः पदान्ते तदनन्तरं तत्र यारु यारु योगः इय अस्माकं सूत्रे कथम् अस्ति या योगः इय इति अस्ति खलु इदानीं यारु योगः इय इय इत्यत्र अश्वर्णः अस्ति आदौ इय इत्र ईकारः अश्वर्णः इति कृत्वा रु इत्यस्य स्थाने भोभगो अगो अपूर्वस्य योषि इति सूत्रेण अपूर्वयोः रुसम्बन्धरेपस्य यकारादेशः भवति अशिपरे इति उक्तत्वात् रु इत्यस्य स्थाने य इति आदेशः भवति याय् योगः इय इदानीं लोपः शाकल्यस्य इति सूत्रेण तत्र यकारवकारयोः पदान्ते यकारवकारयोः लोपः भवति अशिपरे इति विकल्पेन भगिनि विकल्पेन भवतु विकल्पेन भवतु अत्र तु नित्यरूपेण स्वीकुर्मः यतोहि सूत्रे या इत्येव उक्तं खलु अतः विकल्पेन रूपम् अस्ति वा नास्ति वा इति चिन्ता नास्ति अधुना तर्हि या इत्यस्य लोपः भवति या योगः इय येय इति रूपं निष्पन्नं किन्तु भगिनि भगिनि या योगः लिङ्ग लिङ्ग सोरि किं लिङ्गसलोपानन्तस्य लिङ्गसलोपानन्तस्य इति सूत्रम् अपि तदेव कार्यं करोति न लिङ्गसलोपानन्तस्य इति सूत्रं तदेव कार्यं कर्तुम् अर्हति तत् तत् सूत्रम् इदानीं न पठितं खलु अत्र लिङ्गसलोपानन्त न पठितं तदेव मया परन्तु सूत्रे कथम् अस्ति इति द्रष्टव्यं खलु तत्र किम् अस्ति इति चेत् तत्र किम् अस्ति इति चेत् अपदान्ते इति उक्तं लिङ्गसलोपानन्तस्य इत्यत्र तत्र अन्तस्य नास्ति इति उक्तं खलु आम् तत्र तु अन्तत्व नास्ति न पदान्त पदान्तं नास्ति सुप्रत्ययस्य योजनानन्तरं पदमस्ति वा नास्ति वा सुप्रत्यय तु यास् यास् इति पदं स्वीकृत्य एव करोति न इदानीं तत्र यासः इति तत्र न एतत् समीचीनमस्ति छन्दवत् स्वीकृत्य यास् इति पदं स्वीकृत्य तस्य सजुषोरु इति विधानं षष्टिविधानं कृत्वा तस्य लोपं कृत्वा रूपं सिद्ध्यति किन्तु यास् इति आगमस्य विषयं पश्यामः चेत् तत्तु पदं नास्ति आगममेव आगमस्य भिन्नवार्ता इदानीं तस्य अनुकरणं कृतं खलु यास् इत्यस्य अनुकरणं कृत्वा इदानीम् अत्र सुप्रत्ययस्य योजनस्य चिन्तनम् अस्ति अतः लिङ्गोसलोपनं तस्य इत्यस्य वार्ता एव नास्ति अत्र समीचीनं भगिनि रूपद्वयमपि साधु रूपद्वयमपि साधु इति नास्ति अत्र केवलं सूत्रे या इति एव अस्ति तत्र लोकव्यवहारे तत्र यदा वयं प्रक्रियां कुर्मः तदानीं या इति स्वीकर्तुं न शक्यते तत्र तु यास् इत्येव स्वीकर्तव्यं तदनन्तरं सकारस्य लोपः भवति लिङ्गः सलोपानन्तस्य इति प्रक्रिया यदा तिङ्प्रत्ययस्य सिद्धिः भवति तदानीं यास् इति स्वीकृत्य लिङ्गः सलोपानन्तस्य इत्यनेन सकारस्य लोपः इति सर्वं वक्तव्यं भवति परन्तु सूत्रे अतो येयः इति सूत्रे कथं या इति निष्पन्नं इत्यस् तदर्थं सूत्रविषये सूत्रविषये केवलं सूत्रविषये लिङ्गसलोप अनन्तस्य इत्यपि उचितं वा सकारस्य लोपः या इति सकारस्य लोपः तत्तु तत्तु अनदन्त अङ्गस्य विषये वयं चिन्तयामः इदानीम् अनदन्त अङ्गं नास्ति खलु अस्माकं तु अदन्तम् अङ्गम् अदन्तम् अङ्गम् इति कृत्वा सर्वत्र या स्थाने इय इति आदेशः भवति अतः लिङ्गः सलोपानन्तस्य इत्यस्य वार्ता इदानीं नास्ति यतोहि इदानीम् अदन्त अङ्गानां चिन्तनं प्रवर्तमानमस्ति द्वादिगणे दिवादिगणे चुरादिगणे तुदादिगणे तत्र सिद्धप्रत्ययः के इति एव अस्माकं विषयः अस्ति इति कृत्वा लिङ्गः सलोपानन्तस्य इत्यस्य विषयः नास्ति इदानीम् अतः तस्य चिन्तनं नास्ति महोदय पृष्टवान् इति कृत्वा तत्र उक्तवती अनदन्तम् अङ्गमस्ति चेत् सकारस्य लोपः भवति यथा तत्र चिनुयात् चिनुयात् इत्यत्र तत्र सकारः न दृश्यते खलु यात् इति प्रत्ययः तत्र सकारः न दृश्यते कथं सकारः लुप्तः इति चेत् तदर्थम् एकं सूत्रमस्ति तत्तु भिन्नवार्ता परन्तु इदानीं यास् इति सम्पूर्णस्य इय इति आदेशः भवति अतः सकारस्य लोपः वा इति प्रश्नः न उदेति सूत्रे अतो येयः इति सूत्रे यासः स्थाने इय इति वक्तव्यम् आसीत् परन्तु पाणिनिना यासः इय इति न उक्तं यासीयः अतो यासीयः इति वदति चेत् स्पष्टं भवति यासः स्थाने इय इति परन्तु तथा न उक्तं पाणिनिना तत्र या इति उक्तं या स्थाने इय इति उक्तं तर्हि या इत्युक्ते या इत्यस्य कः अर्थः इति चेत् तदेव अत्र इदानीं विवरणं दत्तं यास् इति आरभ्य तत्र षष्टिविभक्तिप्रत्ययः लोपः यदा भवति तदानीं यास् इति अवशिष्यते तदनन्तरं तत्र सन्धिकार्यं कृत्वा ससजुषोरुः भोभोगो अगो पूर्वस्य योषि लोपः शाकल्यस्य सर्वं कृत्वा या इति अवशिष्यते या योगः इय येयः इति उच्यते इय भवति वा भगिनि आफ्टर् लोपशाकल्यस्य अत्र भवति अत्र भवति इति विशेषः लोपशाकल्यस्य इत्यनन्तरम् आद्गुणः इत्यस्य प्रसक्तिः न भवति लोके न भवति लोके परन्तु अत्र विशेषः अस्ति अपवादरूपेण अत्र कार्यं करोति अतः इयेयः इति उक्तम् समीचीनं प्रश्नः समीचीनं समीचीनः प्रश्नः परन्तु अत्र भवति नो चेत् इयेयः इति न सिद्ध्यति इदानीम् अत्र यथा अस्माकं वर्गे इदानीं बहवः तत्र बहु चर्चा जाता एवमेव अस्मिन् विषये वैयाकरणानां बहु तत्र मतभेदाः सन्ति कथं निष्पन्नम् इत्यस्मिन् विषये अतः अस्माकं तत्र अवधानं नास्ति अस्माकम् अवधानं किम् इति चेत् कथञ्चित् या इति लब्धं या इति स्वीकृत्य इय या इत्युक्ते यास् इत्येव अर्थः इति स्वीकृत्य वयम् अग्रे गच्छामः तत्र मतभेदः कथम् इति तस्मिन् विषये इदानीं चिन्ता नास्ति अस्तु इदानीं तत्र तत्र अग्रिमम् एकं परिच्छेदमस्ति तदपि एकवारं पठामः अत्र उमा भगिनी पठितुमिच्छति वा अस्तु अरुणा भगिनी पठतु तर्हि अस्ति वा अरुणा भगिनी ओके किं पठति अस्तु तत्र अन्तिम एकं परिच्छेदमस्ति खलु इदमपि वाच्यं यत् इदमपि वाच्यं भगिनि इदमपि वाच्यं यत् बहुकालात् वैयाकरणानां विवादः प्रवर्तते अस्मिन् विषये केचन वदन्ति यत् यः एव यास् इत्यस्य षष्टिविभक्त्यन्तं रूपं यथा उदाहरणं द्वितीयविभक्तौ बहुवचने विश्वपायुग षष् विश्वपायुग अस् अतो धातोः इत्यनेन आलोपः विश्वप् योगः अस् विश्वपः इति रीत्या पदस्य आलोपः भवति एवं चेत् तर्हि यास् योगः इयः यः योगः इयः विसर्गसन्धिः या योग इयः साधारणतया अत्र गुणसन्धिः आद्गुणः न भवति यतोहि विसर्गसन्धिः असिद्धः भवति पूर्वत्र सिद्धम् इदनेन परन्तु अस्मिन् पच्येते वैयाकरणः वदन्ति यत् अत्र गुणसन्धिः भवति पुनः अन्ये वैयाकरणाः वदन्ति यत्र सूत्रं स्वयम् अतो यासियः इत्यस्ति न तु अतो येयः अत्र यासियः षष्टि तत्पुरुषसमासः इयं परिच्छेदः वदति वैयाकरण अरुणाकरणानामपि बहवः कालात् विवादः प्रवर्तते केचन वैयाकरणं वदन्ति यः अत्र इति यास् इत्यस्य षष्टिविभक्तिरूपं तदर्थं ते उदाहरणं दत्तं विश्वभ इति प्रातिपदिकमस्ति आकारान्तत्वं लिङ्गप्रातिपदिकं तत् द्वितीयविभक्तिप्रक्रियायां विश्वपायुगषष्पत्तदितिसूत्रेण षकारलोपः भवति, अस्यैव अवशिष्यति. आतो धातोः इति सूत्रेण विश्वप आकारस्य लोपः भूत्वा विश्व युगः अस् विश्वपः इति रूपं निष्पन्नं भवति. तथा एव यास् विषये अपि यास् युग यः तदनन्तरं गुणसन्धि कर्तुम् आगच्छति आगद्गुणः, परन्तु पूर्वत्र सिद्धम् इति सूत्रेण कार्यं बाध्यते. परन्तु अन्यवैकरणाः वदन्ति गुणसन्धिः भवति. अहं अधुना अवगतं भगिनि, परन्तु पूर्वत्र सिद्धम् इत्यनेन तत्र आद्गुणः इत्यस्य प्रसक्तिः न स्यात्, तथापि अत्र अपवादरूपेण गुणसन्धिः अपि भवति इति उक्तम्. अतः एव येयः इति रूपं निष्पन्नम् इति वदति. ओ ओके ओके. पुनः अन्ये वैयाकरणः वदन्ति यत् सूत्रं स्वयम् अतो यासियः इत्यस्ति, न तु अतो येयः इति अन्यव्याकरणवैयाकरणाः वदन्ति. अत्र वस्तुतः एतत्तु बहु स्ट्राङ्ग् पोसिशन् नास्ति, तत्र प्रबलं नास्ति. अत्र विश्वपायोगः अस् इत्यत्र आतो धातोः इत्यनेन आकारस्य लोपः, आकारान्तधातुः अस्ति इति कृत्वा आकारस्य लोप आकारान्तप्रातिपदिकम् अस्ति इति कृत्वा आकारस्य लोपः भवति. परन्तु अत्र यास् इत्यत्र कथम् आकारस्य लोपः भवति इति विचित्रम् अस्ति. अत्र कथम् आतो धातोः इत्यनेन आकारस्य लोपः भवति इति वदति एव इति स्पष्टं नास्ति तत्र. अस्तु, कथञ्चित् आकारस्य लोपः भवति, तर्हि यस् इति अस्ति, यस् इत्यत्र ससजुषोरुः करवसानियोर्विसर्जनीयः इति कृत्वा यः यः योगः इयः, अधुना विसर्गसन्धि इत्यनेन तत्र विसर्गस्य लोपः इति कृत्वा ययोगः इय. अत्र कथम् आद्गुणः इति कार्यं करोति इति अपि विचित्रं, येयः इति उक्तमस्ति तत्र. अतः यत्किमपि भवतु, अत्र अस्माकम् अवधानं कुत्र अस्ति इति चेत् अतो येयः इति सूत्रे येयः इत्यत्र यासः स्थाने इय इति आदेशः इति स्वीकुर्मः चेत् पर्याप्तम्. अत्र मतभेदस्य विषये अस्माकं चिन्तनं नास्ति इदानीम्. अवगतं खलु? केवलम् अवधेयमस्ति येय इति यास् इति स्थाने इय आदेशः इति सूत्रं इति अस्ति इति अस्ति. समीचीनं, वयं प्रक्रियाणां करणीयम्. यदि तत्र इतोपि प्रगतं गच्छामः चेत् तत्र वयं द्रष्टुं शक्नुमः अपवादः किं, तत्र वार्ता किम् अस्ति, चर्चा किम् अस्ति इति अत्र संक्षिप्तरूपेण उक्तमस्ति. अस्तु, तर्हि इदानीं लोपो व्योर्वलि इति सूत्रं सूर्यकुमारी भगिनी पठति वा? भगिनी, एकः झटिति प्रश्नः. भगिनी, यः योग इयः इत्यत्र समासः क्रियते चेत् यः इत्यत्र षष्टिविभक्ति लोपः भवति चेत् तत्र या इति एव रूपं सिद्ध्यते खलु? पुनः या योगय्यः सन्धिकार्यं कृत्वा येयः इति तत्र सकारः तस्य किम् आसीत् लोपः वा? हा, लोपः आलोपः कृत्वा समस्तपदं किम् अस्ति? समस्तपदं या इयः इति एव भवति चेत् इत्युक्ते तत्र यः इति षष्ट्यन्तपदमस्ति इदानीं तत्र इत्युक्ते यः या इत्यस्य इयः इति समस्तपदं समस्तपदं नास्ति यास् अर्थः यास् इति प्रातिपदिकमस्ति खलु, यास् योगः इय इति अस्ति समस्तपदं, तर्हि यासि इय इति समस्तपदमस्ति. सत्यं, तत्र केवलं सकारस्य एव लोपः कृत्वा तत्र या इति अवशिष्यते, पुनः षष्ट्यन्तं पदं यः इति उक्तं खलु. अत्र सकारस्य लोपः कथं, सकारः कुत्र अगच्छत्? किञ्चित् भ्रमः अस्ति भगिनि. तत्र समासस्य विषये चिन्तयतु. तत्र यात् योगः इय इत्यत्र सकारस्य का गतिः इति चिन्तयतु. सकारस्य सदृशो रुः इत्यनेन रु इति भवति इति वक्ति वदति चेत् तत्र रु इत्यस्य अनन्तरं का गतिः? पदान्ते नास्ति. अतः तत्र एवं क्रियते चेत् तत्र यत्किमपि रूपम् अन्तिमरूपम् अस्ति तद् एकं पदं भवति. तर्हि तत्र किं स्थानी अस्ति, किम् आदेशः अस्ति इति कथं जानीमः? समस्तपदरूपेण तत्र स्थापयति चेत् तत्र आदेशः कः पृथक् पृथक् स्थापयति चेदेव क्लेशः अस्ति. या इत्युक्ते किम्, य इत्युक्ते किम् इति क्लेशः अस्ति. समस्तपदरूपेण स्थापयति चेत् स्थानी किम्, आदेशः किम् इति कथं जानीमः? यतोहि अत्र समस्तपदे एव दत्तं खलु, येयः इति तत्र या इयः इति एव दत्तं. न, तत् कथं जानीमः? अत्र येयः इति समस्तपदं नास्ति, येयः इति सन्धिः अस्ति तत्र. समस्तपदरूपेण इति वदति चेत् समासः इति वदति चेत् तत्र इतोपि क्लेशः. समासः अस्ति चेत् तत्र तत्र किम् आसीत्, यत्र यत्र आदेशः स्थानी वदति तत्र समस्तपदं न भवति. आदेशः अपि च स्थानी यत्र सूत्रेषु वदति तत्र समस्तपदं न भवति. समस्तपदं भवति चेत् क्लेशः भवति, न ज्ञातुं शक्यते आदेशः कः स्थानी कः. तत्र प्रसक्तिरेव नास्ति. इत्युक्ते यासः इयः इति यासः इति षष्ठी तत्पुरुषसमासं कर्तुम् इच्छति भगिनि, यासः इय इति. षष्ठी तत्पुरुषकारस्य कथञ्चित् लोपः भवति चेत् केवलं या इति तिष्ठति. तत्र पुनः षष्ठीविभक्तिः आगच्छति चेत् तत्र भवितुम् अर्हति भगिनि, समासः न भवितुम् अर्हति भगिनि. यतोहि तत्र सूत्रेषु आदेशः स्थानी पृथक् पृथक्तया वक्तव्यं. समस्तपदं कुर्मः चेत् न अवगन्तुं शक्यते. अतः समासस्य प्रसङ्गः एव नास्ति. सूर्यकुमारी भगिनि. आम् भगिनि, लोपो व्योर् वलि सूत्रमस्ति. वल् प्रत्याहारपरे पूर्वं विद्यमानयोः वकार यकारयोः लोपो भवति. वाच यच्च यकार च व्यो इतरेतरद्वन्द्वः, तयोः व्योः लोपः प्रथमान्तं, व्योः षष्ठ्यन्तं, वलि सप्तम्यन्तं. त्रिपदमिदं सूत्रं. सूत्रं स्वयं सम्पूर्णं. व्योः लोपः वलि सूत्रं वदति. वल् वल् परे वल् प्रत्याहारे यकारविहाय सर्वाणि व्यञ्जनानि भवति. वल् प्रत्ययपरे यकार वकारयोः लोपो भवति. तिन् प्रत्ययः वल्लादि अस्ति. इय आगमः भवति चेत् यकारलोपः भवति, वल् प्रत्याहारपरे अस्ति चेत्. समीचीनं समीचीनम्. इय इति आदेशः यदा भवति यास्थाने, तत्र यकारस्य लोपार्थं व्योवलि इति सूत्रस्य अत्र उल्लेखः अस्ति, येन यकारस्य लोपः भवति यत्र यत्र हलादिप्रत्ययः परः अस्ति. इत्युक्ते अस्माकं तिङ्प्रत्ययेषु यत्र यत्र हलादिप्रत्ययः अस्ति तत्र सर्वत्र यकारस्य लोपः भवति. अजादिप्रत्ययः अस्ति चेत् लोपः न भवति इति वार्ता. अतः एव यास् योगः प्रथमपुरुषे बहुवचने जेर् जुस् इत्यनेन जुस् इति आदेशः यदा भवति झि इत्यस्य स्थाने, यास् योगः उस् इति अवशिष्यते. तत्र यास् योगः उस् इत्यत्र तत्र इययोगः उस् इय इति आदेशः यदा भवति इययोगः उस् तत्र उस् इति प्रत्ययः अजादि इति कृत्वा यकारस्य लोपः न भवति, इयुः इति रूपं निष्पन्नं भवति. भगिनि अस्तु अस्तु समीचीनम्. इदानीं तत्र विनयमहोदय वदति वा विधिलिङ्ग् लकारे सिद्धप्रत्ययः के कथं निष्पन्ना इति एकवारम्? विधिलिङ्ग् परस्मैपदं भवति पृच्छति वा? तदेव विषयः खलु, स एव विषयः परस्मैपदम्। अतः परस्मैपदं निष्पन्नः सिद्धि अस्ति इत् इताम् इयुः इह इतम् इत् इत् इयम् एव एम। अतः प्रथम प्रथमपुरुष एकवचनं इत् कथं भवति प्रश्नः। अत्र प्रथमतया अहं केवलं अहं केवलं मूल प्रकृतिसूत्र प्रकृति पश्यामि। अथ तिप्तस्झि सिप्तस्थ मिप् वस् मस्। अथ तिप् इति प्रथमं स्वीकरोतु, तिप् इति प्रत्ययः। हा तिप् तिप् तिप् तिप् इति कथं भवति प्रश्न। अथ तिप् त योग इ योग प प हलन्त्यं त योग इ योग अत्र विधिलिङ्ग् अथ इतश्च आयाति। यदि इतश्च आयाति तर्हि त त अवशिष्यते। इदानीं अतः त अवशिष्यते परन्तु यदि त अवशिष्यते तर्हि विधिलिङ्ग् सम्बन्धे इतश्च इति कार्यं भवति, तकारः अवशिष्यते इदानीं सत्य अस्ति परन्तु कार्यं न भवति अत्र। कस्य कार्यं न भवति? इतश्च कार्यं यदि भवति तर्हि निष्कासितः परन्तु इत् भवति, केवलम् इत् भवति। यतः अहं सम्यक् न अवदत् परन्तु केवलम् इत् भवति। तदनन्तरं तदनन्तरं तस्थस्थ न न न एकक्षणम् एकक्षणम् एकक्षणम् इति कथं भवति इति वक्तव्यं। तत्र इतश्च इत्यस्य कार्यं भवति नित्सुलकारेषु परस्मैपदीनां ह्रस्व इकारस्य लोपः भवति, तिप् इति प्रत्ययस्य इकारस्य लोपः भवति। परन्तु इदानीं तत्र मीना भगिनी किञ्चित् सहायं करोतु। तिप् इति कथम् इत् भवति किल, तिप् इति प्रकारः लोपः हलन्त्यम् इति सूत्रेण, ति इति इतश्च इति सूत्रेण इकारः लोपः तस्मात् इत्येव अवशिष्यते। तदनन्तरं यासुट् भवति सर्वत्र लिङ्ग् विषये विधिलिङ्ग् विषये यासुट् अतः यासुट् परस्मैपदेषु उदात्ते गिच्छ इति सूत्रेण यासुट् भवति। यासुट् अत्र अदन्तम् अङ्गम् अस्ति चेत् या स्थाने इयः भवति। यासुट् अत्र इ भवति तदा योगः तकारः भवति। ई यकारः लोपः लोपो द्योर्वलीसूत्रेण यकारलोपः इत्यपि भवति। समीचीनं न इदानीम् अहं स्मरामि, अहं सम्यक् न अवदत्, परन्तु अत्र वयं विधिलिङ्गसम्बन्धे वदामः तर्हि यासुट् प्रत्ययः अस्ति, तर्हि यासुट् या इय भवति अतः इयत् भवति। यदा त वलिः अस्ति तर्हि लोपोव्योर्वलिः अस्ति तर्हि इतः भवति. तदनन्तरं तस्थस्थ तस्थस्थसूत्र अतः तस्थाने ताम् आयाति. अतः इतां भवति परन्तु तत्स्थाने ताम् आयाति. अतः यदि ताम् आयाति तर्हि प्रश्न उदेति यासुत आयाति. यासुत आदित्यौ टकितौ सूत्र प्रत्यस्य पूर्वम् आयाति. तर्हि स्वयं समान व्यवस्था भवति. तर्हि इतां भवति यदि आदेशः सर्वत्र विधिलिङ्गस्थाने यासुट् यासुट् आगमः भवति. यासुट् आगमकारणेन यास् भवति. यास् अव्ययः समान परन्तु स सलोपो अन्त्यस्य कारणेन लोपः भवति. अत्र न भवति यासः सम्पूर्णस्य स्थाने इय इति आदेशः. न बीजता इय अनेकाल् अस्ति तर्हि एव यासस्थाने इय आयाति. सत्यं. परन्तु यदि वयं सलोपस्थाने वदामः अत्र न आयाति भवति सलोप अन्त्यस्य न भवति अत्र. न अत्र न भवति यासः सम्पूर्णस्य स्थाने इय इति आदेशः भवति इति कृत्वा तत्र सलोपोनन्तस्य इत्यस्य आवश्यकता नास्ति. आवश्यकता नास्ति. अतः सम्पूर्ण यासस्थाने इय आयाति यथा एव अनेकादिशत् अस्ति. तर्हि अत्र इताम् इयुः इयुः वयं इय इत्यस्य यकारः कत यकारस्य का गतिः इययोगः ताम् अत्र ता अस्ति कारणेन वदि अस्ति. तर्हि यकारस्य लोपः तदनन्तरं वयं झी सम्बन्धे वदामः. अतः झी झ योग इ भवति. झ योग इ भवति अत्र झ योग इ भवति परन्तु अत्र यासुट् आगमः भवति. यासुट् आगमः प्रत्यये परे आयाति. तर्हि झ झेझुर् न झेह झुस् झेर् झुस् अत्र भवति. कोऽपि अन्य झी सम्बन्धे कोऽपि अन्य व्यवस्था नास्ति. अतः झेर् झुस् कारणेन इयु भवति. इयु अगेन् यासुट् प्रथमतया. तर्हि झेर् झुस् अर्थात् झेः स्थाने झुस् परन्तु झुस् ज इत् भवति. तर्हि उस् भवति. तर्हि एव भवति. तदनन्तरं समीचीनं. धन्यवादः महोदय. इदानीम् अन्य कोऽपि वदतु. तत्र विजयलक्ष्मी भगिनी समापयतु. झेर् जुस् अभवत् खलु भगिनी. तत्र तदभवत् इदानीं द्विवचने टु इत्यनेन जकारस्य लोपः अनन्तरम् उस् इति अवशिष्यते. अनन्तरं उस् अहं सम्यक् न जानामि भगिनि इययोगः उस् युः इति उक्तम् इयुः तदुक्तम् इययोगः उस् मध्यमपुरुषे मध्यमपुरुषे सिप् इति प्रत्ययः तस्य पकारस्य लोपः भवति अनन्तरं सि इत्यस्य सवलादि अस्ति इति कृत्वा इकारस्य स्थाने इय इति आयाति तस्य स्थाने इय इति आयाति इकारस्य स्थाने न इकारस्य कस्मिन् कस्य सूत्रात् यास् स्थाने अस्तु तर्हि तत्र उषा भगिनी समापयतु कृपया मध्यमपुरुष सम्यक् न जानामि अहं गतसप्ताहे अटेण्ड् न कृतम् अस्तु अस्तु नास्ति चिन्ता नास्ति चिन्ता भगिनी उषा भगिनी वदतु मध्यमपुरुष एकवचनं सिप् पकारलोपः भूत्वा सि स्थाने सु भवति इतश्च इति कारणेन सु यासुट् परस्मैपदेषु उदात्तो ङिच इत्यनेन यास् आगमः भवति यास् योगः सु इति स्थिते अतो येयः इत्यनेन यास् स्थाने यि आदेशः भवति यि योगः सु इति स्थिते लोपो व्योर्बलि इत्यनेन सु इति वल् वर्णः अस्ति वल् प्रत्याहारे अस्ति तदर्थात् यकारलोपः भवति लोपो व्योर्बलि इत्यनेन इकार सु इस् भवति मध्यमपुरुषा बहु न न द्विवचनं तस् इति भवति तस्य तिक्तस्ति सिप्तस्थ सिप्तस्थ ओके तस् तस्थाने तम् आदेशः भवति तस्थस्तमिपां तान्तन्तामः इत्यनेन तम् आदेशः भवति यासुट् परस्मैपदेषु उदात्तो ङिच इत्यनेन यास् आगमः भवति यास् योगः तम् यास् योगः तम् इति स्थिते यास्थाने अतो येयः इत्यनेन इ आदेशः भवति इ योगः तं तम् इति तकारः इति वल् प्रत्याहारे अस्ति वल् प्रत्याहारे अस्ति चेत् लोपो व्योर्बलि इत्यनेन लोपो व्योर्बलि इत्यनेन इ योगः तम् इति स्थाने यकारलोपः भवति इतम् इति भवति मध्यमपुरुष बहुवचनं सिप्तस्ति सिप्तस्थ स्थाने थ आदेशः भवति तस्थस्तमिपां तान्तन्तामः इत्यनेन यासुट् आगमेन यास् भवति यास् योगः थ यास् योगः थ इति स्थिते अतो येयः इत्यनेन यास् स्थाने इ आदेशः भवति इकारयकारः इकारयकारः योगः त त इति स्थिते लोपो त इति त इति वर्णाः वल् वर्णाः अस्ति इ योगः इति त यकारलोपः भवति लोपो व्योर्वलि इत्यनेन सो इत इति भवति इस् इत इदानीं सूर्यकुमारी भगिनी अन्ते वदति वा उत्तमपुरुषे किं भवति इति अस्ति वा भगिनि अस्तु तर्हि क्षम्यतां वदतु वदतु मिप् अस्ति मिपां तान्तं तामः सूत्रेण आम् आं भवति आं योगः सु यासुट् आयाति एसिड् स्थाने इय आयाति आम् योगः इकारयोगः इययोगः इययोगः यकारस्य लोपः भवति वा न भवति किमर्थम् अजादि अस्ति अजादि नास्ति चेत् अजादि अस्ति खलु आं भगिनि अतः इयम् इति रूपम् इयं द्विवचने द्विवचने अत्रापि यासुट् आगमः भवति इय इति आदेशः भवति इययोगः प्रत्ययः कः प्रत्ययः वस्मस् सकारलोपः भवति वा एव तिष्ठति सूत्रं किमस्ति नित्यं नितः नित्यं नितः समीचीनम् इदानीं वायोगः न एसिड् आयाति एसिड् आयाति य वा अस्ति चेत् य न आयाति किमर्थं न आयाति इय यासुट् स्थाने इय इति भवति खलु अदन्तमङ्गम् अस्ति इति कृत्वा आम् इय इय आयाति वला यो रोल् वलादि अस्ति चेत् वलादि अस्ति चेत् यकारलोपः भवति इति कृत्वा इव इति रूपम् इव आम् अन्ते तदेव एवमेव समीचीनम् एवमेव अस्ति यासूट् आगमः तस्य स्थाने इय इययोगः मस् इत्यत्र सकारस्य लोपः नित्यं नितः तदनन्तरम् इययोगः म यकारस्य लोपः लोपो व्योर्वलि अतः इम तर्हि सिद्धप्रत्ययः के सिद्धप्रत्ययः सर्वे प्रत्ययाः इत् इतां युः यहु इयमेव इः इतम् इत इयम् इव इम इति सिद्धप्रत्ययः समीचीनम् इति तत्र विधिलिङ्गविषये तत्र समाप्तः अस्ति तर्हि अत्र स्थगयामः समयः अतीतः क्षम्यताम् अत्र स्थगयामः कोऽपि प्रश्नः सर्वम् अपितेव भवति न सर्वम् अपितेव न सर्वं नित् भवति अपित् इति न वक्तव्यं नित् भवति सर्वं नित् भवति नित् भवति भगिनि एकः प्रश्नः अस्ति परन्तु अग्रिमकक्षायां वदतु तत्र संयोगान्तस्य लोपः इति पृष्टं किल भवत्या पूर्वस्मिन् कक्षायां तत्र संयोगस्य लोपः किमर्थं तत्र संयोगस्य लोपः इति न वक्तव्यं किमर्थं संयोगान्तस्य लोपः इति वक्तव्यम् इति तत्र समयः नास्ति अधुना अस्तु तर्हि तत्र स्मारयतु अग्रिमसप्ताहे वदतु तत्र उत्तरं किम् इति अग्रिमसप्ताहे वदतु किञ्चित् चिन्तनम् अस्ति परन्तु सम्यक् वा न वा इति न जानामि परन्तु अग्रिमसप्ताहे अपि च एकः अन्यः अपि अस्ति यत्र यतोहि तत्र इययोगः तत्र अम् इति अस्ति तत्र पदान्ते नास्ति अतः लोपः शाकल्यस्य इति कार्यं न करोति यतोहि अशिपरे अस्ति तत् समीचीनं किल भगिनि अशिपरे अस्ति परन्तु पदान्तस्य नास्ति अपूर्व नास्ति खलु पूर्वनास्ति ओ अस्तु पदान्ते अपि नास्ति न तत्र इय इति पदान्ते अपि पदान्ते अपि नास्ति पदान्ते अपि नास्ति अपूर्व अपूर्व अपि नास्ति समीचीनं सर्वं नास्ति अस्तु अस्तु समीचीनं तर्हि धन्यवादः नमस्कारः धन्यवादः भगिनी धन्यवादः धन्यवादः